रूपवद्द्रव्ये सर्वस्य दर्शनं कथं तेजसि तावत् रूपवती शब्दस्पर्शयोः अपि उपलम्भः वायुमन्तरिक्षयोः तत्र स्पर्शशब्दगुणवतोः सद्भावो अनुमीयते तदा अभन्योः रूपवतो रसगन्धान्तर्भावः इति रूपवतां त्रयाणां तेजोपन्नानां त्रिवृत्करणप्रदर्शनेन सर्वं तदन्तर्भूतं सद्विकारत्व त्रीण्येव रूपाणि विज्ञातं मन्यते श्रुति न हि मूर्तं रूपद्रव्यं प्रत्याख्याय वायुवाकाशयोः तद्गुणयोः गन्धरसयोर्वा ग्रहणमस्ति अथवा रूपवतांपि त्रिवृत्करणं प्रदर्शनार्थमेव मन्यते श्रुति यथा तु त्रिवृत्कृते त्रीणि रूपाणि इत्येव सत्यं तदा पञ्चीकरणेऽपि समानो न्यायः इत्यतः सर्वस्य सद्विकारत्वात् सदा विज्ञातेन सर्वमिदं विज्ञातुं स्यात् सदेकमेव द्वितीयं सत्यमिति सिद्धमेव भवति तदेकस्मिन् सति विज्ञाते सर्वमिदं विज्ञातुं भवति इति सूक्तम् एतद्धस्मयुतद्विद्वागंसः आहुः पूर्वे महाशाला महाशोक्यः न अद्य कश्चन अश्रुतम् अमतम् अविज्ञातम् उदाहरिष्यतीति एभ्यो विदाञ्चक्रुः एतद्विद्वांसः विदितवन्तः पूर्वे अतिक्रान्तः महाशालाः महाश्रोत्रियाः आहुः अस्म वै किल किमुक्तवन्तः इति आह न अस्माकं कुले अद्य इदानीं यथोक्तविज्ञानतां कश्चन कश्चिदपि अश्रुतम् अमतम् अविज्ञातम् उदाहरिष्यति न उदाहरिष्यति सर्वं विज्ञातमेव अस्मत्कुलीनानां सद्विज्ञानवत्वात् इत्यभिप्रायः ते पुनः कथं सर्वं विज्ञातवन्तः इति आह येभ्यः त्रिभ्यः रोहितादिरूपेभ्यः तिरुत्कृतेभ्यः विज्ञातेभ्यः सर्वमपि अन्यशिष्टम् एवमेव इति विदाञ्चक्रुः विज्ञातवन्तः स्म तस्मात् सर्वज्ञा एव सद्विज्ञानतो ते आसु इत्यर्थः अथवा येभ्यो विदाञ्चक्रुः इति अज्ञादिभ्यो दृष्टान्तेभ्यो विज्ञातेभ्यः सर्वम् अन्यतो विदाञ्चक्रुः इत्येतत् यद् रोहितमिव अभूदिति ते स तद्रूपमिति तद्विदाञ्चक्रुः यदुं शुक्लमिव अभूदिति अपागं रूपमिति तद्विदाञ्चक्रुः यदुं कृष्णमिव अभूदिति अन्नस्य रूपमिति तद्विदाञ्चक्रुः यद्धविज्ञातमिव अभूदिति एतासामेव देवतानां समासयति तद्विदाञ्चक्रुः यथा तु खलु त्वम् इमाः तिस्रो देवतः पुरुषं प्राप्य त्रिवृत्रिव एकैका भवति तन्मे विजानीयेति कथं यदन्यद्रूपेण सन्दिह्यमाने कपोतादिरूपे रोहितमिव यद्गृह्यमाणम् अभूं तेषां पूर्वेषां ब्रह्मविदां तत्तेजसो रूपमिति विदाञ्चक्रुः तदा यच्छुक्लमिव अभूवं गृह्यमाणं तदपां रूपं यत्कृष्णमिव गृह्यमाणं तदन्नस्य इति विदाञ्चक्रुः एवमेव अत्यन्तदुर्लक्ष्यं यत् ऊ अपि अविज्ञातमिव विशेषतो अगृह्यमाणम् अभूवं तदपि एतासामेव तिसृणां देवतानां समासः समुदायः इति विदाञ्चक्रुः एवं तावत् वाक्यं वस्तु अग्न्यादिवतो विज्ञातं तथा इदानीं यथा तु खलु हे स्वामिमहं यथोक्तः तिस्रो देवतः पुरुषं शिरःपाण्यादिलक्षणं कार्यकरणसङ्गातं प्राप्य पुरुषेण उपयुज्यमानाः त्रिवृत्तिवृद् एकैका भवति तत् आध्यात्मिकं विजानीः निगदतः इति उक्त्वा आह इति चतुर्थखण्डभाष्यं पञ्चमखण्डः अन्नम् इदं त्रेधा विधीयते तस्यैस्तविष्टो दातु तत्पुरीशं भवति यो मध्यमः तन्मागुंसं यो अनिष्टः तन्मनः अन्नम् अहितं भुक्तं त्रेधा विधीयते जाठरेण अग्निना पच्यमानं त्रिधा विभज्यते कथं तस्य अन्नस्य त्रिधा विधीयमानस्य यस्तविष्टः स्थूलतमो धातुः स्थूलतमं वस्तु विभक्तस्य स्थूलांशः तत्पुरीशं भवति यो मध्यमांशो धातुः अन्नस्य तद्रसादिक्रमेण परिणम्य मांसं भवति यः अनिष्टः अणुतमो धातुः स ऊर्ध्वं हृदयं प्राप्य सूक्ष्मासु हिताख्यासु नाडीषु अनुप्रविश्य वागादिकरणसङ्गातस्य स्थितिम् उत्पादयन् मनो भवति मनोरूपेण विपरिणमन् मनसः उपचयं करोति ततश्च अन्नोपचितत्वात् मनसः भौतिकत्वमेव न वैशेषिकतन्त्रोक्तलक्षणं नित्यं निर्वयं च इति गृह्यते यदपि मनो अस्य दैवं चक्षुः इति वक्ष्यति तदपि न नित्यत्वापेक्षया किं तर्हि सूक्ष्मव्यवहितविप्रकृष्टादीं सर्वेन्द्रियविषयव्यापारकत्वापेक्षते यच्च अन्येन्द्रियविषयापेक्षया नित्यत्वं तदपि आपेक्षिकमेव इति वक्ष्यामः स तु एकमेव द्वितीयम् इति श्रुते आपः पीताः त्रेधा विधीयन्ते तासां यस्तविष्टो धातु तन्मूत्रं भवति यो मध्यमः तल्लोहितं यो अनिष्टः स प्राणः तथा आपः पीताः त्रेधा विधीयन्ते तासां यस्तविष्टो धातुः तन्मूत्रं भवति यो मध्यमः तल्लोहितं भवति यो अनिष्टः स प्राणो भवति वक्षति आपोमय प्राणो न पिबत विच्छेत्सते तेजोशन त्रेधा विधीये तस्यस्तविष्टो धातु तदस्ति भवति यो मध्यम समज्जा योनिष्ठः स वाक् तथा तेज अशितं तैलघृतादिभक्षितं त्रेधा विधीयत तस्यस्तविष्टो धातु तदस्ति भवति यो मध्यम समज्ज अस्त्यन्तर्गतः स्नेह यो अनिष्टः स वा तैलघृतादिभक्षणाद्धिवाग्विशदा भाषणे समर्थः भवति इति प्रसिद्धं लोके अन्नमयिकं हि सौम्यमना आपोमय प्राणः तेजोमयी वा इति भूये मा भगवान् विज्ञापयत्विदे तथा सौम्यति उवाच यत एवम् अन्नमयं हि सौम्यमनः आपोमयः प्राणः तेजोमयी वा ननु केवलान्नभक्षिणः आकुप्रवृत्तयः वाग्भिः प्राणवन्तश्च तथा अब्मात्रभक्ष्याः सामुद्राः मीनमकरप्रवृत्तयो मनस्विनो वाग्भिश्च तदा स्नेहपानामपि प्राणवत्वं मनस्वित्वं च अनुमेयं यदि सन्ति तत्र कथम् अन्नमयं हि सौम्यमन इत्यादि उच्यते नैष दोष सर्वस्य त्रिवृत्कृतत्वात् सर्वत्र सर्वोत्पत्ते न हि अत्रिवृत्कृतम् अन्नमश्नादिकश्चित् आपो वा अत्रिवृत्कृताः पीयन्ते तेजो वा अत्रिवृत्कृतम् अश्नाति कश्चिन् इति अन्नादानाम् आकुप्रवृत्तीनां वाग्मित्वं प्राणवत्वं च इत्यादि अविरुद्धम् इत्येवं प्रत्यायितः श्वेतकेतुः अहं भूय एव पुनरेव मां मां भगवान् अन्नमयिमि सौम्यमना इत्यादि विज्ञापयितुं दृष्टान्तेन अवगमयत् न अद्यापि मम अस्मिन् अर्थे सम्यक् निश्चयो जातः यस्मात् तेजोवन्नमयत्वेन विशिष्टे देहे एकस्मिन् उपयुज्यमानानि अन्न अप्स्नेहजातानि अनिष्टधातुरूपेण मनःप्राणवाच उपचिन्वन्ति स्वजात्यनतिक्रमेण इति दुर्विज्ञेयमिति अभिप्राय अतो भूयैवीत्याज्य तमेवम् उक्तवन्तं तथा अस्तु सौम्यति ह उवाच पिता शृणु अत्र दृष्टान्तं यथा यत्पद्ये यत्पृच्छसि इति पञ्चमखण्डभाष्यम् षष्ठखण्ड दध्नः सौम्य मध्यमानस्यायो अणिमः स ऊर्ध्वः संदिश्यते तत्सर्पिर्भवति दध्नः सौम्य मध्यमानस्य यो अणिम अनुभावः स ऊर्ध्वः समुदीशते सम्भूय ऊर्ध्वं नवनीतभावेन गच्छति तत्सर्पिर्भवति एवमेव कृतौम्य अन्नस्य अश्यमानस्यायो अणिमः स ऊर्ध्वः समुदीशते तन्मनो भवते यथा इयं दृष्टान्तः एवमेव खलु सौम्य अन्नस्य ओदनादेः अश्यमानस्य भुज्यमानस्य औदर्येण अग्निना वायुसहितेन खजेनैव मध्यमानस्य यो अणिमा स ऊर्ध्वः सन्दिश्यते तन्मनो भवति मनोवयवैः स सम्भूय मन उपचिनोति इत्येतत् अपाकं सौम्य पीयमानानां यो अणिमा स ऊर्ध्वः सन्दिश्यते स प्राणो भवति तथा अपां सौम्य पीयमानानां यो अणिम स ऊर्ध्वः समुदीशते स प्राणो भवति तेषा सौम्यस्य मानस्यायो अणिमः स ऊर्ध्वः समुदीशते स वाग्भवति एवमेव खलु सौम्य तेषु अश्यमानस्यायो अणिम स ऊर्ध्वः समुदीशते स वाग्भवति अन्नमयं हि सौम्यमन आपोमय प्राणः तेजोमयि वाग् इति भो ये मां भगवान् विज्ञापयत्प्रि तथा सौम्यति होवाच अन्नमयं हि सौम्यमनः आपोमयः प्राणः तेजोमयी वाक् इति युक्तमेव मया उक्तम् इत्यभिप्रायः अतः अप्तेसोः अस्तु एतत् सर्वमेवं मनस्तु अन्नमयमिति अत्र नैकान्तेन मम निश्चयो जातः अतः भूयेव मा भगवान् मनस्सु अन्नमयित्वं दृष्टान्तेन विज्ञापयतु इति तथा सौम्यतिः उवाच पिता इति षष्ठखण्डभाष्यं सप्तमखण्डः षोडशकलः सौम्य पुरुषः पञ्चदश अहानिमाशीः कामम् अपः पिब आपो मे प्राणो न पिबतो विच्छेत्स्यत इति। अन्नस्य भुक्तस्य अनिष्टो धातुः स मनसि शक्तिमदात्। स अन्नोपचिता मनसा शक्ति षोडशता प्रयुज्य पुरुषस्य कलात्वेन निर्दिदीक्षित। तया मनसि अन्नोपचितया शक्त्या षोडशता प्रविभक्तया संयुक्तः तद्वान् कार्यकरणसङ्घातलक्षणो जीवविशिष्टः पुरुषः षोडशकलः उच्यते। यस्यां सत्यां द्रष्टा श्रोता मन्ता बोद्धः कर्ता विज्ञातः सर्वक्रियासमर्थः पुरुषो भवति। हीयमानायं च यस्यां सामर्थ्यहानि वक्षति च अथ अन्नस्य आयी द्रष्टा इत्यादि सर्वस्य कार्यकारणस्य सामर्थ्यं मनःकृतमेव। मानसेन हि बलेन सम्पन्ना बलिनो दृश्यन्ते लोके ध्यानाहारश्च केचित्। अन्नस्य सर्वात्मकत्व अतः अन्नकृतं मानसं वीर्यं षोडशकलः यस्य पुरुषस्य स्वयं षोडशकलपुरुषः। एतच्चेत् प्रत्यक्षीकर्तुम् इच्छसि पञ्चदशसङ्ख्याकानि अहानि माशी अशनं मा काशी काम् इच्छतः अपःपिब यस्मात् न पिबतः अपः ते प्राणम् इच्छेत्स्यते विच्छेदमापत्स्यते यस्मादापमिह अव्यकारः प्राण इति अवोचामि। न हि कार्यं स्वकारण उपष्टम्भम् अन्तरेण अविभ्रंशमानं स्तात्मुत्सहते। सः पञ्चदशाहानि नाशाथ हैनम् उपसदाद किं ब्रवीमि भो इति रुचः सौम्य यजोगुंषि सामानीति स होवाच न वै मां प्रतिभान्ति भो इति। सः एवं श्रुत्वा मनसः अन्नमयत्वं प्रत्यक्षीकर्तुम् इच्छन् पञ्चदश अहानि न आशा अशनं न कृतवान्। अतः षोडशे अहनि ह येनं पितरम् उपसदाद उपगतवान्। उपगम्य च उवाच किं ब्रवीमि भोः इति इतराः रुचः सौम्य यजुंषि सामानि अधीश्व इति। एवमुक्तः पित्राः न वै मा मृगादीनि प्रतिभान्ति मम मनसि न दृश्यन्ते इत्यर्थः। हे भो भगवन् इति।